अस्तु, तर्हि अष्टमः अध्यायः तत्र सर्वनाम्नः अभ्यासः अस्ति. अत्र सर्वनामानि सन्ति तत्र आधिक्येन जानीमः, किन्तु किञ्चित् नूतनमपि अस्ति. अन्य कोऽपि आगतो वा? सहदेव. अस्तु महोदय, अस्तु, तर्हि एकवारम् आरम्भतः एवमेव कथां पठामः, अनन्तरम् अन्तपर्यन्तं गच्छेम. अत्र मेसचूसेट्स् सुब्रह्मण्यं महोदय, तत्र आरभते वा? आं महोदय. प्रारम्भतः करोमि महोदय? एवमेव पठामः तत्र पुनस्मरणरूपेण. महाभारतयुद्धं परिसमाप्तं. भीष्मः शरशय्यायाम् आसीत्. सर्वः युद्धपरिसरः गजाश्वनरजीवानां मृतशरीरैः भूयिष्ठः आसीत्. तस्मिन् युद्धे मृतानां शरीराणि दृष्ट्वा चिन्ताकुलः आसीत् युधिष्ठिरः. सः अनुजैः सह भीष्मस्य सन्निधिं गतवान्. तं नमस्कृत्य उक्तवान्, पितामह, अस्य सर्वस्य विनाशस्य कारणम् अहमेव ननु? भवतः अस्याः दुर्दशायाः कारणमपि अहमेव खलु? न जानामि अहं कीदृशीं दुर्गतिं प्राप्स्यामि इति. तदा तं सान्त्वयन् भीष्मः अवदत्, वत्स, अस्य सर्वस्य कारणं त्वं नैव. इमे ते बान्धवाः स्वस्य स्वस्य पुराकृतस्य कर्मणः फलम् अनुभवन्ति इति. किन्तु युधिष्ठिरः समाहितः नाभवत्. तं पुनरपि बोधयन् भीष्मः तस्य निदर्शनरूपेण इमां कथां श्रावितवान्. पुरा गौतमी नाम काचित् तपस्विनी महिला आसीत्. तस्याः अतिप्रियः एकः एव पुत्रः. कदाचित् कश्चन सर्पः तं पुत्रम् अदशत्. तेन सह बालः अचेतनः जातः. अर्जुनकः नाम व्याधः एतत् दृष्ट्वा झटिति स्नायुपाशेन तं सर्पं बद्ध्वा गौतम्याः समीपम् आनीतवान्. उक्तवान् च, मातः, अयं दुष्टसर्पः तव पुत्रम् अमारयत्. किम् अहम् एतम् अग्नौ क्षिपानि उत खण्डशः करवाणि? अथवा वद, अन्येन केन प्रकारेण एनं दण्डयानि इति. तदा गौतमी अवदत्, हे सौम्य, त्यज इमं सर्पम्, यतः अस्मिन् सर्पे मारिते अपि मृतः मम पुत्रः जीवितः न भविष्यति इति. किन्तु व्याधः तत् अनङ्गीकुर्वन् पुनः पुनः सर्पं मारयितुं तस्याः अनुमतिम् अयाचत. गौतमी तु तस्मै अनुमतिं न अददात्. गौतमी व्याधयोः सम्भाषणं श्रुत्वा सः सर्पः मनुष्यभाषया अवदत्, हे अर्जुनक, अहं बालम् अदशं यत् तत्र मम न कोऽपि दोषः. मृत्योः बलात् एव मया इदं कार्यं कृतम् इति. अस्तु, सुन्दरमस्ति, बहु समीचीनमस्ति. तर्हि कथा ज्ञायते अस्माभिः, तत्र गतसप्ताहे वयं पठितवन्तः. तत्र कथायाः तत्र अस्तु, विजयमहोदय, तत्र सुब्रह्मण्यमहोदय, तत्र किञ्चित् वदतु, तत्र अस्यां कथायां किं किम् अस्ति? महाभारतयुद्ध अन्तिमवर्णनमस्ति महोदय. सर्वे जनाः मृतशरीराः, गजा मृतशरीराः अस्ति. भीष्म युधिष्ठिर भीष्मस्य उक्तवान् कि सर्वस्य विनाशकारणम् अहम् एव इति वदति. भीष्मः उक्तवान् अस्य सर्वस्य कारणं त्वं न, स्वस्य अस्य सर्वस्य कारणं सर्वनाम सम्यक्तया वदतु. त्वमिति वदति वा? त्वमिति अस्य सर्वस्य कारणं त्वं न इति वदति. सर्वे स्वस्य पुराजन्मकृतस्य कर्मकारणेन अनुभवति इति वदति भीष्म. युधिष्ठिर समाधानः न तृप्तवान् अभवत्. पुनः पुनः वदति कि भीष्मः पुनः पुनः बोधयन् प्रयत्नं करोति. तस्य निदर्शनरूपेण एकं कथं श्रावितवान् अस्तु. कथा कीदृशी अस्ति इति नूतनतया कोऽपि आगतो वा मध्ये? कोऽपि अस्ति वा मध्ये? कोऽपि आगतः अस्ति इति मन्ये. अस्तु, पद्मा भगिनी, कथा कीदृशी अस्ति? सर्पस्य कथा. अस्तु, पुष्पा भगिनी वदतु कथा कीदृशी अस्ति. आकार श्रीलिङ्गीय न, अहं वदामि या कथा अस्ति अत्र. भीष्मः तत्र एकां कथां श्रावितवान्. कथां गौतमी नाम काचित् तपस्विनी महिला आसीत्. तस्याः पुत्र एक एव पुत्र अस्ति. कदाचित् एकः सर्पः तम् अदशत्. तेन सह तेन पुत्रः अचेतनः जातः. अर्जुनकः नाम व्याधः. एतद् दृष्ट्वा स्नायुपाशेन सर्पं बध्वा गौतम्याः समीपम् आगच्छति. सः बोधति मातः, अयः एतत् सर्प दुष्टसर्पः तव पुत्रम् अदशत्. आग्नौ क्षिपाणि एतं खण्डशः करवाणि अथवा वदाम् अन्येन केन प्रकारेण एतद् सर्पं दण्डयामि इति. अस्तु, तदा इदानीं समीचीनमस्ति. तत्र क्षिपाणि क्षिपाणि इति स्यात् वस्तुतः क्षिपाणि करवाणि दण्डयानि इति तत्र कः लकारः अस्ति क्षिपाणि नपुंसकलिङ्ग तथा नास्ति तथा नास्ति अन्य कोऽपि वदतु लोट् लकारः महोदय लोट् लकारः लोट् लकारः क्रियपदमस्ति चेत् तस्य लिङ्गं भवति क्रियपदस्य लिङ्गं भवति वा पुष्पा भगिनि क्रियपदस्य लिङ्गं भवति वा लिङ्गं क्रियपदस्य लिङ्गं भवति न वा भवति भवति भवति नूतनसमाचारः सन्ध्या भगिनि वदतु न क्रियपदस्य लिङ्गं भवति न वा वाक्यं वदतु न इति तत्र वाक्यं वदति वदतु न तत्र न भवति खलु अस्तु अत्र अस्तु पद्मा भगिनी अस्ति वा म्यूट् मध्ये किमर्थम् अत्र वर्गः अस्ति म्यूट् मध्ये भाषावर्गः अस्ति न वदति चेत् को लाभः म्यूट् मध्ये अत्र म्यूट् मास्तु चेत् क्षिपाणि इत्यस्य महोदयेन उक्तम् अत्र लोट्लकारः लोट्लकारः अस्ति इति सत्यम् इदानीं पुरुषः कः वचनं किम् इति सहायं कुर्वन्तु सन्ध्या भगिनी वदतु अहं क्षिपाणि अत्र नत्वम् अस्ति अत्र दोषः मुद्रणदोषः अस्ति अत्र अग्नौ क्षिपाणि अत्र कन्नशः करवाणि एनं दण्डयानि इति दण्डयानि अत्र दण्डयानि इति नाम लोट् यदा लोट्लकारः प्रथमपुरुषे भवति तत्र तस्य अर्थः कः विजिन्य सुब्रह्मण्यमहोदय तत्र वदतु कस्मिन् अर्थे भवति दण्डयानि क्षिपाणि करवाणि लोट्लकारः नाम किमर्थं कथं प्रथमपुरुषः उत्तमपुरुषः कः कथं साधारणतया लोट्लकारस्य अर्थः कः कस्मिन् अर्थे भवति लोट् यथा प्रथमपुरुषः विधिः भवति नाम तत्र आदेशः आज्ञा विधिः इति भवति लोट् खलु कार्यं करोतु इतः गच्छतु इति आदेशः खलु पृच्छति करोमि वा क्षिपाणि करवाणि इति एव अत्र आदेशः नास्ति खलु आदेशः अस्ति वा आदेशः रूपप्रश्नः अस्ति महोदय करोमि वा क्षिपाणि करवाणि करोमि वा इति तत्र आङ्ग्लभाषया यथा वदामः शुड् ऐ डू अस्मिन् अर्थे भवति प्रश्नः इति सत्यं ततः किञ्चित् अग्रे अस्ति नाम तत्र विधिस्तु अस्ति नाम किं कर्तव्यं तत्र कर्तव्यम् एतादृश अर्थः अस्ति इति तादृशप्रश्नः अस्ति सत्यं अस्तु तर्हि इतः अग्रे सरेम इदानीं कथायाः मध्ये इदानीमस्ति तर्हि सन्ध्या भगिनी अग्रे वदति वा गौतमी गौतमी कुत्र तत्र किम् अभवत् नाम गौतमी किं वदति तदा गौतमी अवदत् दण्डयतु इति वदति वा ओ न न तत् न करोतु इति वदतु इति वदति अनन्तरं व्याधः किं वदति सः वदति न अहं सर्पं मारयितुम् इच्छामि अस्तु तदनन्तरं किं सर्पः किं वदति सर्पः मनुष्यः मनुष्यभाषया वदति मम दोषः नास्ति पुत्र तस्याः पुत्रं मम कारणं नास्ति पुत्रस्य पुत्रस्य मृत्यु मम कारणं नास्ति किमर्थं मृत्यस्य कारणं मृत्युः इति उकारान्त शब्दः तत्र षष्टिः इति कीदृशं रूपम् अस्ति षष्टिविभक्तिः मृत्युः षष्टि एकवचने तर्हि पुनः वदतु वाक्यं मृत्योः मृत्योः दोषः अस्ति मृत्युः इति देवः खलु तत्र कथायाम् अस्ति तथा अस्तु समीचीनमस्ति इतः अग्रे गच्छेम पद्माभगिनी पठति वा महोदय महोदय मनुष्यभाषया सन्धिः अस्ति मनुष्येन भाषया न अत्र सन्धिः सन्धिः इति प्रथमतया अत्र समस्तपदमस्ति समासः अस्ति विभक्तिलोपः अस्ति विजिन्यसुब्रह्मण्यम तत्र वदतु कस्याः विभक्त्याः लोपः जातः अत्र मनुष्यस्य भाषया षष्टि सामान्यतया तत्र सर्वसामान्यमस्ति षष्टि षष्टिलोपः अत्र मनुष्यस्य भाषया अस्तु पद्मभगिनी अग्रे तदा व्याधः अवदत् तथापि अस्य बालकस्य दशं तु त्वया एव कृतम् अतः त्वं व्यधः एव इति सर्पः अवदत् अहं मृत्योः प्रेरणया एव अस्य बालकस्य हनने सर्पा अभवम् वास्तविकं कारणं तु मृत्युः एव इति अस्तु अत्र अत्र तथापि अस्य बालस्य दशन दशनं तु त्वया एव कृतम् अतः त्वं वध्यः वध्यः नाम नाम मारणयोग्यः वध्यः इति मारणयोग्यः अस्तु समीचीनम् प्रेरणतया भवती स्पीकर् फोन् मध्ये नास्ति खलु? सामान्य फोन् अस्ति वा दूरवाणी? स्पीकर् फोन् मास्ति, हेड्फोन् इति मास्तु, तत्र हेड्फोन् मास्तु, सामान्यदूरवाणी तत्र कर्णेन सह संयोगः. निष्कासयतु हेड्फोन्, सामान्यतया न श्रूयते सम्यक्तया. भगिनी पद्मा भगिनी अस्ति वा? पद्मा भगिनी अस्तु, कुत्र गतवती? तर्हि इदानीम् अत्र सहदेव महोदय तत्र अवगच्छति वा? आं किञ्चित् अवगच्छामि. अस्तु, तत् पुनः पठतु. अत्र सर्पः अवदत्. आम्, ओ सर्पः अवदत् अहं मृत्योः ध्वनिः मास्तु महोदय. अहं मृत्योः प्रेरणया एव अस्य बालस्य हनने कर्ता अभवम्. वास्तविकं कारणं तु मृत्युः एव इति. अस्तु, अहं मृत्योः प्रेरणया इति का विभक्तिः अस्ति? प्रेरणया एव अस्य इति नूतनसर्वनाम अस्ति खलु? तत्र प्रातिपदिकं किं, मूलरूपं किम्? अस्य मूलरूपम् इदम्. इदं बहु सम्यक् अस्ति. अस्य बालस्य हनने इत्युक्ते किम्? न जानामि. मारणमिति जानाति वा? मारणं मारयितुं. मारणं जानाति वा? मारणने. एकनिमेषः भगिनि, मारणमिति इति शब्दं जानाति वा महोदय? मारणं जानाति. हननं तथैव अस्ति. अस्तु, मारणम् इत्युक्ते हननं मारणम्. अस्तु, इदानीं हनने इति अस्य का विभक्तिः अस्ति? हनने तृतीयविभक्ति. पुष्पा भगिनी वदतु. हनने तृतीयविभक्तिः. अस्तु, मेसचूसेट्स् सुब्रह्मण्यं वदतु. तत्र किं वदति भवान्? चतुर्थी सप्तमी षष्टि तृतीय किम् अत्र भिन्नभिन्नरीत्या सर्वे वदन्ति. अत्र हनने अत्र प्रातिपदिकं किम्? हनन हनन अस्ति. हनन इति प्रातिपदिकम् अस्ति. गमनं चिन्तनं सप्तमी भवति खलु? सप्तमी अस्ति खलु? अत्र सामान्यस्थितिः अस्ति, किमपि नास्ति अत्र. यदा देवः देवे गृहं गृहे, सः गृहे अस्ति इति सप्तमी. अत्र हननं हनने. अहं मृत्योः प्रेरणया एव अस्य बालस्य हनने. अत्र हनने इति सप्तमी, सप्तमी इत्युक्ते कीदृशसप्तमी अस्ति? तत्र यथा गृहस्य अन्तः इति गृहे, वानस्य तत्र यानस्य अन्तः इति यानने, याने, याने. अत्र तादृश अर्थः अस्ति वा हननस्य अन्तः? महोदय, आङ्ग्लभाषे टु किल् रैट्? आङ्ग्लभाषया अत्र वदन्तु, तत्र हनने इति किमर्थं सप्तमी अस्ति? अत्र हननस्य कारणं, हनने हननस्य कारणं और् हननस्य कर्ता अभवम् अति सम्यक् भवति खलु महोदय? ग्रामे हनने बालस्य हनने, तत्र हनने इति कारणं नास्ति, सप्तमी विभक्तिः. तत्र कदापि कारणमिति न भवति. हननकार्ये महोदय, हननकार्ये, हननकार्ये इति सत्य, किन्तु तत्र कार्ये इति पुनः सप्तमी भवता कृतं, तत्र सप्तमी इति शिकारतः. हनने हननकार्ये, हननकार्य तत्र हनने इत्युक्ते हननकार्ये इति समीचीनं, किन्तु तत्र पुनः तत्र डैवर्ट् भवता कृतं, तत्र कार्ये तत्र सप्तमी, तस्य कार्ये सप्तमी इत्यस्य अर्थः कः? अत्र अत्र विषयकसप्तमी अस्ति, विषयकसप्तमी, हननविषये. तत्र अस्य बालस्य हननविषये कर्ता अभवम्. अत्र सप्तमी इति बहुवारं तथा भवति, विषयकसप्तमी अस्ति. अस्य बालस्य हननविषये कर्ता अभवम्. वास्तविकं, वास्तविकम् इति कस्मात् शब्दात् आगतः? अत्र कर्ता प्रथमाविभक्ति अस्तु. हा, वास्तविकमिति कस्मात् शब्दात् आगतः? कोऽपि वदति वा? पद्मा भगिनी वदतु. वास्तविकं कारणं, वास्तविकम् इत्यस्य अर्थः कः? स्वतः निजकारणं मृत्युः एव दण्डनं ददाति बालकोः. सत्यं, कारणं तु मृत्युः एव. अत्र वास्तविकम् इत्युक्ते किम्? अस्तु अस्तु, एकरीत्या सम्यक्, मूलकारणं. वास्तविकं, वास्तविकं तत्र मेसचूसेट्स् सुब्रह्मण्यं महोदय तत्र सहायं करोति वा? अहं न जानामि महोदय, किन्तु अनुमानं तथा नास्ति. वदतु. प्रायः वस् धातुतः उपयोगं पश्यन्तु सर्वे, अत्र वास्तविकशब्दः वस्तुशब्दात् आगतः अस्ति. वस्तु जानन्ति वा? वस्तु, यथा गृहे बहूनि वस्तूनि सन्ति इति वदामः, बहूनि वस्तूनि सन्ति गृहे, तादृशसाधारण अर्थः अस्ति वस्तुशब्दस्य, साधारणार्थः. किन्तु वस्तुशब्दस्य द्वितीय अर्थः अपि अस्ति, महत्वपूर्ण अर्थः अस्ति वस्तुशब्दस्य. वस्तुशब्दः इत्युक्ते यः तत्र यथा स्वप्ने अहम् एकं पर्वतम् अहं दृष्टवान्, किन्तु यदा जागृतः जातः तदा मनसि आगतः यत् ओ एतत् सर्वं केवलं केवलं स्वप्नः आसीत्, केवलं स्वप्नः आसीत्, तत्र वस्तुस्थितिः नासीत्। तत्र वस्तु नाम यत् प्रकृत्यां यत्र विश्वे यत् अस्ति, यत् मेटीरियल् वर्ल्ड्, यत् न न यत् अस्ति, यत् अस्ति विश्वे तद् वदामः अस्तु वस्तु अस्ति, वस्तुस्थितिः। यत् स्वप्ने अस्ति अथवा क्रीडा अस्ति, नाम लघुबालिका अस्ति सा क्रीडति, तत्र बालिकाद्वयमस्ति, एका माता भवति क्रीडायां नाटके, माता भवति, एका पुत्री भवति, किन्तु वस्तुस्थितिः तथा नास्ति। तस्याः बालिकायाः माता अन्या बालिका नास्ति, केवलं नाटकमस्ति। वस्तुस्थितिः तस्याः बालिकायाः गृहे तस्याः माता अस्ति इति वस्तुस्थितिः। वस्तुतः तस्याः माता अन्या अस्ति, सा लघुबालिका तस्याः बालिकायाः माता नास्ति, केवलं नाटकमस्ति। वस्तुस्थितिः तस्याः गृहे तस्याः माता अस्ति। अवगतं? रियालिटि इति यद्वदामः, रियालिटि वास्तविकं कारणं, नाम रियालिटि, तत्र रियल् कास्, वास्तविकं कारणं, तत्र वस्तुस्थितिः, क्षम्यतां, वस्तुस्थितिः, वस्तुतः वास्तविकम्, एतत् सर्वं तादृश अर्थः भवति। यथा कोऽपि वदति यत् अस्तु अस्माकं भाषावर्गः अस्ति, किमर्थं विलम्बेन आगतवान्? विद्यार्थी वदति अस्तु क्षम्यतां महोदय, वस्तुतः तत्र मार्गे दुर्घटना जाता, वस्तुतः, अतः अहं विलम्बेन तत्र मन्दिरं प्राप्तवान्, नो चेत् तथा न भविष्यत्, वस्तुतः। नाम तत्र अध्यापकः वदति किमर्थं विलम्बेन आगतवान्, न न न न वस्तुतः अहं विलम्बेन न आगतवान्, दुर्घटना आसीत्, अतः वास्तविकं कारणं तु मृत्युः एव इति। अस्तु, विजिन्या तत्र महोदय एकः प्रश्नः, तस्य विपरीत अर्थे कः शब्दः उपयोज्यं कर्तुं शक्नोमि? वास्तविकं नास्ति इति समीचीनप्रश्नः अस्ति, द्रष्टव्यमस्ति वास्तविकं कारणं तत्र द्रष्टव्यमस्ति, नाम यत् तत्र तत्र हिन्दीभाषायां यद्भवति तत्र उर्दु अस्ति, एकं तत्र माया इति वक्तुं शक्नुमः, अथवा मिथ्या इति वक्तुं शक्नुमः, मिथ्याकारणं हा तदपि भवति, द्रष्टव्यम् अन्यत् किं किं भवति, मिथ्या इति समीचीनमस्ति। अस्तु, विजिन्यसुब्रह्मण्यम् तत्र अग्रे पठति वा? तदा मृत्युः एव तत्र उपस्थितः अभवत्, सः अवदत् हे सर्प, नात्र अहं कारणं, न वा त्वं, कालः अत्र कारणं, यतः तेन प्रेरितः अहं त्वां प्रेरितवान्, यथा वायुः आकाशे स्थितान् मेघान् आकर्षति विकर्षति च, तद्वदेव कालः अपि अस्मान् सर्वान् आकर्षति विकर्षति च, तेनैव कालेन जगत् इदं सृज्यते संह्रियते वा, एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्यैव न तु मम इति। अस्तु, अत्र महोदय वदतु, अस्य अर्थः कः? अस्तु, पुनः पठित्वा प्रत्येकवाक्यं वदतु। तदा मृत्युः एव तत्र उपस्थितः अभवत्, नृत्यदेवता अपि तत्र अस्ति, तत्र आगच्छति अस्ति. सर्पः अर्जुनकः सम्भाषणम् अवदत् श्रुत्वा सः मृत्युदेवता अवदत्, हे सर्पः, अहं कारणं न, त्वं कारणं न, कालः एव कारणम्. काल तेन प्रेरितः अहं त्वां सर्वं प्रेरितवान्. यथा आकाशे वायुः मेघान् आकर्षति विकर्षति, तत् समानरूपे कालं सर्वाणि अस्मान् सर्वान् आकर्षति विकर्षति, य जीवति मारयति च. आकर्षति विकर्षति, विकर्षति नाम आगच्छति समीपे ग्रहति दूरं करोति. आकर्षति विपरीतरूपं खलु, विपरीतरूपम् अस्ति. तद्वत् कालः अपि अस्मान्, अस्मान् इत्यस्य का विभक्तिः? द्वितीय बहुवचनम् इदं, द्वितीयं बहुवचनम् इदम्, इदमित्यस्य तत्र अत्र अस्य अस्य अस्य अस्मान् इत्यस्य अहम् अहम् अहम् अहं द्वितीय बहुवचनम् अहम् अस्मान्. तस्य तस्य बहुवचन तत्र प्रथमाविभक्तिरूपं किम्? अस्मान् इत्यस्य प्रथमाविभक्तिः वयं वयम् अस्ति, वयं वयम् अहम् आवां वयम् अस्मान् सर्वान् आकर्षति विकर्षति च. अस्तु, इदानीं तेन तेन एव कालेन, अत्र तेन इति कस्मिन् अर्थे अस्ति? अत्र कालेन इति समीचीनमस्ति. अहं किं वक्तुम् इच्छामि, यत् यत्र कारणं केनचित् उक्तं यत् सप्तमीविभक्तिः कारणार्थे अस्ति, कारणार्थे न कदापि भवति सप्तमी, किन्तु कारणार्थः कुत्र भवति? तृतीयविभक्तिः कुत्रचित्, अपि च पञ्चमी. तृतीयविभक्तिः इति कारणं अथवा पञ्चमी, पञ्चमी अपि कारणं भवति. तर्हि तेन एव कालेन जगत् इदं सृज्यते. सृज्यते संह्रियते एव. सृज्यते नाम सृष्टं करोति, सृज्यते स्पर्शनं सृष्टं करोति. सत्यं, जगत् इदं सृष्टं, सृज्यते इति सृष्टम् इति अर्थः. जगत् इत्यस्य लिङ्गं किम्? किं लिङ्गं? नपुंसकलिङ्गं महोदय. हा, नपुंसकलिङ्गतकारान्तशब्दः जगत्, जगति, जगन्ति खलु. तर्हि जगत् इदं सृष्टम्. संह्रियते, संह्रियते नाम अस्तु. एवं सति, एवं सति, सति इति कीदृशरूपम् अस्ति? प्रायः सप्तमी विभक्तिः महोदय. सप्तमी अस्ति. अत्र शत्रुप्रत्ययं वयं किञ्चित् दृष्टवन्तः. बालकः गच्छन् अस्ति, गच्छन् गच्छन् इति प्रातिपदिकं गच्छत्, सप्तमी गच्छति. गच्छति प्रातिपदिकम् अत्र सन् महोदय. सत् सत् सत् सत् अत्र अस् धातुः अस् अस्ति अस्ति इति अस्य अस् धातुः तस्य शत्रन्तरूपम् अस्ति सत् सत् नपुंसकलिङ्ग अस्ति न अत्र हा अत्र नपुंसकलिङ्गे भवितुमर्हति नपुंसकलिङ्गे हा सत् अस्ति नपुंसकलिङ्गे भवति पुल्लिङ्गे अपि तथा अस्ति अत्र न स्त्रीलिङ्गे सत्याम् अस्ति एवं सति दाट् बीङ्ग् द केस् इति अर्थः एवं सति यदि अत्र दोषः स्यात् तर्हि सः कालस्य एव न तु मम अस्तु समीचीनमस्ति पद्मा भगिनी अग्रे पठतु तत् श्रुत्वा कालः एव तत्र उपस्थितः अभवत् सः अवदत् हे व्याध तस्य बालस्य मरणे न अयं पन्नगः न एषः मृत्युः मृत्युः न वा अहं कारणीभूताः कारणं तु अनेन कृतं कर्म एव अस्तु अस्य अर्थः कः वदतु पुनः पठित्वा तच्छ्रुत्वा मृत्युः वचनं श्रुत्वा कालः एव तत्र साक्षात्करी अभवत् सः वदति बालकस्य कर्म एव कारणं तस्य मृत्युः कारणं न कालं न मृत्यु न सर्प च अस्तु समीचीनमस्ति पन्नगः नाम सर्पः सर्पः अस्तु अस्तु इति अस्ति अस्तु अग्रे श्लोकं पठतु यदनेन कृतं कर्म तेनायं निधनं गतः विनाशहेतुः कर्मस्य सर्वे कर्मवशा वयं वदतु सर्वं कर्मवशा वयं वयं सर्वं कर्मस्य बन्धीभूतम् अभवत् कर्म सर्वं कर्म कर्म प्रेरणाय निधनं मारयिष्यन्ति मारयिष्यन्ति इति न यत् अनेन कृतं यत् इत्युक्ते यत् इति नाम किम् अत्र यत् अनेन कृतं यत् इति सर्वनाम अस्ति खलु तर्हि यत्र यत्र सर्वनामपदमस्ति तत्र तत्र सर्वनाम इति कस्यचित् प्रतिनिधिः अस्ति ओ तत्र सः गच्छति सः कः सः बालकः तर्हि बालकशब्दस्य प्रतिनिधिः सः तर्हि अत्र यत् इति अस्य इति इति सर्वनाम कस्य प्रतिनिधिः अत्र सर्वं सर्वं कथं सर्वम् अत्र यत् इत्यस्य अर्थः कः यत् कृतं कर्म नाम अस्माभिः बालकस्य कर्म अस्माभिः किं द्रष्टव्यमस्ति यत् का विभक्तिः अस्ति किं वचनमस्ति लिङ्गं किं तदनु तदनुसृत्य वयं निर्णेतुं शक्नुमः यत् इदं कर्म इदं सर्वनाम पदं कस्य प्रतिनिधिः अस्ति. यत् अनेन कृतं कर्म तेन अयं निधनं गतः. तर्हि यत् इति पुनः वदतु, यत् इति अस्य इति पदस्य क तत्र प्रतिनिधिः कः इति, कस्य प्रतिनिधिः? बालकस्य प्रतिनिधिः. बालकस्य, यत् बालकस्य, अस्तु भवितुमर्हति यत् यत् अनेन, यदनेन इति येन इति स्वीक्रियते चेत् येन नाम येन अनेन कृतं कर्म अथवा यत् अनेन कृतं कर्म, यत् अस्ति चेत् यत् अनेन कृतं कर्म अयं तत्र कर्म इति अर्थः. यदि येन इति स्वीकुर्मः तर्हि येन कृतम् इति अर्थः. तेन तदपि भवितुमर्हति येन येन अनितं येन अनेन कृतं किन्तु अनेन अत्र अनेन अस्ति, यत् इति कर्म अत्र अस्ति, यतोहि अनेन अस्ति. अनेन इत्युक्ते येन कृतं, यत् इत्युक्ते कर्म, यत् इति प्रथमाभक्तो अस्ति खलु, कर्म अपि तथा. यत् कृतं कर्म अनेन तेन अनेन तेन अयं निधनं गतः. अयं नाम यस्य मृत्युः जातः, जातः मृत्युकारणं यः गतः, यः पुरुषः, यः यः मनुष्यः. अवगच्छति वा? तेन अयम् अयं गतः निधनम्. अयं नाम अयं मनुष्यः निधनं गतः. अनन्तरं द्वितीयवाक्यं पठतु. विनाशहेतु कर्मस्य सर्वे कर्मवशा वयम्. अस्तु, स्पष्टमस्ति. सन्ध्या भगिनी अवगच्छति वा? किञ्चित् पदानि अवगच्छामि परन्तु अर्थः न. तत्र अत्र सिद्धान्तः कः? सिद्धान्तः मेसचूसेट्स् सुब्रह्मण्यमहोदय तत्र वदतु वा, वदति वा सिद्धान्तः कः? तत्र विशेषविशेषभावः विशेष्यभावः महोदय. न न, अहं वदामि यत् श्लोकस्य यः अर्थः, श्लोकस्य अत्र द्वितीयवाक्यं महोदय पूर्णतया नाम तस्य तस्य भावः. सन्ध्याभगिनी शब्दान् जानाति किन्तु तस्य सिद्धान्तः अथवा तस्य भावः भावं न अवगच्छति. अहं प्रयत्नं करोमि महोदय. अस्य विनाशहेतुः कर्म. वयं सर्वे कर्मवशाः, कर्मवशाः इत्युक्ते बालकस्य विनाशहेतुः तस्य कर्म एव. वयं सर्वे कर्मवशाः इत्युक्ते कर्मनियन्त्रणेन भवामि इति, अहं कर्मवशे भवामि अथवा वयं कर्मबद्धः कर्म एव अस्माकं विनाशहेतुः भवति इति. वयं सर्वे विनाशहेतुः कर्मस्य कर्मवशा. प्रायः अत्र प्रायः महोदय अस्य विनाशहेतुः कर्म, वयं सर्वे कर्मवशाः. कर्मस्य न कर्मास्य अत्र सन्धिः अस्ति. कर्मस्य, कर्मस्य, कर्म अस्य, कर्मस्य नाम कर्मणः अस्य. विनाशहेतुः कर्म न विनाशहेतुः कर्म एव. न कर्म विनाशहेतुः कर्म कर्म अस्य इति बालकस्य अस्य बालकस्य विनाशहेतुः कर्म एव. वयं सर्वे कर्मवशाः. नाम कर्म इत्युक्ते यद् भविष्यते भविष्यति अथवा सन्ध्या भगिनी कर्म भविष्ये यद् भविष्ये न कर्म इत्युक्ते किं कर्म इत्युक्ते कर्म नाम आगामिवर्षे अथवा कीदृशकर्म आगामिवर्षे अपि कर्म भवति खलु प्रश्नः न अवगच्छामि परन्तु कर्म जानामि भविष्ये भविष्यत्काले अपि कर्म भवति भूतकाले अपि कर्म भवति कीदृशकर्म अत्र अस्य श्लोकस्य तात्पर्यं किं तत्र कीदृशकर्म भूते यत् कर्म कृतमस्ति खलु तदाधारेण तत् सर्वं भूतकालस्य कर्मस्य कर्मवशा. अस्तु समीचीनमस्ति. अस्माकम् इदानीं वर्गे अन्य कोऽपि अस्ति यः यस्य नाम मम पार्श्वे नास्ति कोऽपि अस्ति कोऽपि आगच्छत् कोऽपि आगच्छत् इदानीं मम पार्श्वे नामानि सन्ति तत्र सुब्रह्मण्यमहोदय तत्र विजिन्या सुब्रह्मण्यमहोदय तत्र मेसचूसेट्स् पुष्पा भगिनी पद्मा भगिनी सन्ध्या भगिनी सदैव महोदय अन्य कोऽपि अस्ति वा नताशा महोदय नताशा भगिनी कदा आगतवती अबौट् 8:05 I've been got disconnected right now. अस्तु नाम अस्माकं वर्गः आरब्धः तत्र एकघण्टा पूर्वम् इदानीं तत् आरम्भे एव आगतवती वा Central time zone, so yeah, with 5 minutes late, yeah. Astu, astu, astu, samichinam. Bhavati avagachati, va? Yat vayam vadamaha. Astu, astu. Avagachati. Avagachati. Avagachami. Astu. Avagachami. Astu, samichinam asti. Tari agri pathema, idanim sadeva madaya tatra agri patatu agri? Chaya... तपौ एव कर्म कर्ता च नित्यसम्बद्रौ सम्बद्धौ भवतः इति. अस्तु किञ्चित् जटिलमस्ति अत्र पश्यन्तु छाया तपौ तत्र छाया इति जानीमः खलु आतपः इति जानीमः अत्र समस्तपदमस्ति द्वन्द्वसमासः इति वदामः अत्र किमस्ति छाया योगः आतपः इति कृत्वा पदं द्विवचने अस्ति पुल्लिङ्गशब्दः अस्ति द्विवचने यथा रामः रामौ रामाः रामौ छाया योगः आतपः इति छायातपौ छायायोगः आतपः छायातपौ इव यथा यत्र यथा विश्वे छाया यत्र अस्ति तत्र आतपः अस्ति तदानीं खलु छाया आगच्छति आतपः नास्ति चेत् कथं छाया वा स्यात् सर्वे जानन्ति वा आतपः छाया वृक्ष जानाति खलु तत्र सहदेव महोदय तत्र जानाति वा सूर्यस्य आतपः प्रकाशः प्रकाशः अस्तु प्रकाशः छाया यत्र वृक्षः अस्ति तत्र प्रकाशः अस्ति तत्र वृक्षः अस्ति वृक्षस्य अधोभागे तत्र छाया अस्ति खलु अस्तु तर्हि यत्र छाया अस्ति तत्र आतपः अवश्यमस्ति यत्र आतपः अस्ति काचन बाधा अस्ति तदानीं छाया आगच्छति खलु, तर्हि छाया आतपः यथा सर्वत्र सहयोगः भवति अस्तित्वं द्वयस्य युगपत् तस्मिन्नेव तथैव अत्र कर्मकर्ता अपि अस्ति नित्यसम्बद्धौ नित्यसम्बद्धौ अत्र तत्र विजयने सुब्रह्मण्यं महोदय तत्र वदतु अशातः कः यदा अर्ध महोदय वाक्य अर्ध महोदय अवगच्छति न वा अवगच्छामि महोदय तथा वदतु वदतु यदा सूर्यप्रकाशः यदा प्रकाशः वस्तुः छाया नित्यसम्बन्धं भवति तद्रूपेण कर्म कर्ता नित्यसम्बन्धम् अस्ति इति वार्ता अस्तु समीचीनमस्ति सम्यक् अस्ति अस्तु अग्रे नताशा भगिनी पठितुम् इच्छति वा अस्तु महोदय अग्रे पठतु कृपया सर्वं सर्वम् एतत् श्रुत्वा गौतमी अवदत् मम पुत्रस्य मरणकारणम् एषु न को अपि अस्ति मम पुत्रः स्वीयकर्मणां फलेन मृत्युं प्राप्तवान् अस्ति ममापि तादृशकर्म एव स्यात् येन एतस्य मृत्युः समभवत् अतः कालः मृत्युः च स्वस्थानं गच्छताम् त्वमपि सर्पम् एतं परित्यज इति एताम् अत्र पुनः पठतु पश्येम तत्र अर्थः कः पुनः पठतु पुनः सर्वं सर्वम् एतत् श्रुत्वा गौतमी अवदत् मम पुत्रस्य मरणकारणम् एषु न कोऽपि अस्ति मम पुत्रः सर्पं दंशः सप्तमी अस्ति सप्तमी बहुवचनं खलु सप्तमी बहुवचनं तर्हि मरणकारणम् एषु केषु केषु तत्र एकमस्ति यथा भवती वदति तत्र सर्पः सर्पदर्शनम् अनन्तरं किं किम् अस्ति कानि कानि कार्याणि सन्ति येषु नास्ति कर्म यथा यथा कालः अस्ति एकः एकं तत्र के के अस्यां कथायां के के आगतवन्तः उक्त्वा यत् अहं कारणं नास्मि अहं कारणं नास्मि यथा कालः अनन्तरं मृत्युः कालः मृत्युः सर्पः अपि च कर्म अपि अस्ति तत्र किन्तु कर्म अपि अस्ति किन्तु कर्म तु न आगच्छति इति अतः सा वदति यत् मम पुत्रस्य मरणकारणम् एषु नाम कालः मृत्युकालः मृत्युः सर्पः तेषु न कोऽपि अस्ति मम पुत्रः स्वीयकर्मणा फलेन स्वीयकर्मणां फलेन मृत्युः प्राप्तवान् न चास भगिनी अवगच्छति वा अवगच्छामि महोदय. किञ्चित् वक्तुमिच्छति वा? न महोदय. अस्तु, सहायं करोतु तर्हि. पद्मा भगिनी वदतु. पद्मा नास्ति, डिस्कनेक्टेड् अस्तु. अस्तु, तस्याः पुत्रः स्वीयकर्मणा कर्मणां फलेन मृत्युं प्राप्तवान् इति गौतमी उक्तवती. स्वीय इत्युक्ते स्वीयकर्मणं बालकस्य कर्म स्वयं. यथा वयं वदामः भवदीयः, मदीयः, स्वीयः इति वयं दृष्ट्वा वयम् उक्तवन्तः खलु पूर्वम्. इदं पुस्तकं मदीयं पुस्तकं, मम पुस्तकं मदीयम्. परन्तु ममापि न अहं जानामि. मम अपि तादृशकर्म. स्वीयकर्मणां फलेन मृत्युं प्राप्तवान् अस्ति. अस्तु, मम अपि तादृशकर्म एव स्यात्. मम अपि तादृशकर्म एव स्यात् येन एतस्य मृत्युः समभवत्. समभवत् नाम माता अपि वदति यत् मम अपि कर्म तस्मिन् अस्ति, बालकस्य कर्म अपि अस्ति. अस्तु, नताश भगिनी तत्र अग्रे पठतु. अतः अस्तु, अतः कालः मृत्युः च स्वस्थानं गच्छताम्. गच्छताम् इति काल कः लकारः अस्ति? मेसचुसेट्स् सुब्रह्मण्यं तत्र वदतु. गच्छतां लट् लकार द्विवचनं महोदय, प्रथमपुरुष द्विवचन लट् लट्लकारचनं नाम गच्छति, गच्छतः, गच्छन्ति इति लट् खलु. लोट् इति कथं भवति? लोट् भवति. एकनिमिषः महोदय. गच्छतु, गच्छतां, गच्छन्तु. अत्र गच्छतां द्विवचने अस्ति. लोट् लोट् अहं मनसि लोट् चिन्तितवान् परन्तु लट् उक्तवान् महोदय. अस्तु अस्तु अस्तु. अतः कालः मृत्युः च स्वस्थानं गच्छताम्. गच्छतु इति अर्थः गच्छतां द्विवचने. अस्तु, नताशा भगिनी अग्रे. त्वमपि सर्पम् एतं परित्यज इति. अस्य अर्थः कः? अत्र गौतमी व्याधम् उद्दिश्य वदति त्वमपि एतं सर्पं त्यज इति. त्वं सर्पं न मारयतु इति सा वदति. अस्तु, समीचीनम्. अस्तु, तर्हि अग्रे पुष्पा भगिनी, सन्ध्या भगिनी पठतु अग्रे. सन्ध्या भगिनी, एतां कथां श्रावयित्वा भीष्मः अकथयत् राजन् सर्वेपि स्वकर्मणां फलं प्राप्नुवन्ति इति ज्ञानेन गौतम्याः शोकः परिसमाप्तः. अत्रापि पुनः वाक्यं पठतु. एतां कथां श्रावयित्वा भीष्मः अकथयत्. अकथयत् इत्युक्ते अवदत्. अवदत्. अग्रे. राजन् सर्वेपि स्वकर्मणां फलां प्राप्नुवन्ति इति ज्ञानेन गौतम्याः शोकः परिसमाप्तः. अवगच्छति वा? वदतु. सर्वे अपि स्वकर्मणां फलं प्राप्नुवन्ति इति ज्ञानेन इति ज्ञानेन गौतमी शोकं नास्ति. शोकः न भवति. गौतमी इति का? पुत्रस्य माता. तस्याः शोकः. शोकम् इति जानाति खलु शोकः. आम्. अस्तु, परिसमाप्तः. अस्तु, अग्रे पश्यतु. अत्रापि तथैव त्वया दुर्योधनेन वा न किमपि अपराधं सर्वेपि इमे स्वकर्मणः फलम् अनुभवन्ति. अहमपि वाक्यं पठतु एकवारम्. अवगच्छतु. अत्रैव अत्रापि तथैव. अत्रापि तथैव नाम अत्र एव तथा अस्ति. अत्र अपि तथा अस्ति. अस्तु, अग्रे. त्वया दुर्योधनेन वा न किमपि अपराधम्. त्वया इति कया? तृतीय नाम कः अस्ति? युधिष्ठिरः. दुर्योधनेन वा न किमपि अपराधम्. अपराधः जानाति वा? न. महोदय, अपराधं कति? अतिक्तान्तरूपम् अस्ति. अपराधः अपराधः तत्र यः दोषः. दोषः एकनिमेषः भगिनि. यथा चोरः, यथा कोऽपि तत्र आपणं गत्वा चोरयति. सन्ध्याभगिनी तत्र आपणं गत्वा चोरयति खलु, तत्र अपराधः अस्ति. स च अपराधी भवति. यः चोरयति सः अपराधी अस्ति, अपराधं करोति. तर्हि किमपि अपराधं त्वया अत्र कर्मणि प्रयोगः अस्ति तावदेव तस्मिन् अर्थे. अस्तु, अग्रे पठतु. सर्वेपि इमे स्वकर्मणः फलम् अनुभवन्ति. सर्वे अपि इमे स्वकर्मणः फलम् अनुभवन्ति. अवगच्छति वा? आम्, अवगच्छामि. ओके, इमे इत्युक्ते इमे बहुवचनम् अस्ति. ते इति अर्थः. सर्वे अपि ते. ओ, ओके. सर्वे जनाः स्वकर्मणः फलम् अनुभवन्ति. अस्तु, अग्रे. अहमपि अनुभवामि. सर्वे कर्मवशाः वयम्. अतः वश इति शब्दं जानाति वा? वश न. वश नियन्त्रणं जानाति वा? नियन्त्रणं न. नियन्त्रणम् अस्तु. जालं जालमिति जानाति जालम् न नियन्त्रणं नियन्त्रणमिति इत्युक्ते कण्ट्रोल्. ओके. वशः अपि तथा कर्मणः वशे कर्मणः नियन्त्रणे. Okay. वयं सर्वे कर्मणः नियन्त्रणे स्मः. तर्हि किन्तु अत्र कर्मवशाः वयं नाम कर्मणि कर्मणः वशे सन्ति कर्मणः वशे सन्ति ये कर्मवशाः कर्मवशाः वयम् अग्रे. अतः शोकं मा कुरु इति अग्रे. भीष्मस्य वचनैः युधिष्ठिरः समाहितः अभवत्. समाहितः इत्युक्ते शान्ति. शान्तः शान्तः अस्तु समीचीनमस्ति. अग्रे अग्रे पठेम तर्हि. इदानीं पुष्पाभगिनी अग्रे पठतु कृपया. आम्. एतानि वाक्यानि सावधानतया उच्चैः पठत. इदम् एकं गुरुकुलम् अस्ति. अयम् आचार्यः अस्ति. इमम् आचार्यं शिष्याः प्रणमयन्ति. अनेन आचार्येण सह शास्त्रचर्चां कुर्वन्ति. अस्मै आचार्याय फलानि यच्छन्ति. अस्मात् आचार्यात् विविधविद्याः प्राप्नुवन्ति. अस्य आचार्यस्य नाम विश्वविख्यातम् अस्ति. अस्मिन् आचार्ये बहवः सद्गुणाः सन्ति. इति इदं शब्दस्य रूपाणि. तत्र प्रथमवाक्यद्वयम् अत्र प्रथमम् अस्ति नपुंसकलिङ्गे, द्वितीयम् अस्ति पुंलिङ्गे. इदम् अयम् अनन्तरम् अत्र पश्यन्तु अग्रिमे पुटे भेदः अस्ति केवलं प्रथमविभक्तौ द्वितीयविभक्तौ च. पुल्लिङ्गे अयम् इमौ इमे इमम् इमौ इमान् इति सः तौ ते तं तौ तान्. अनन्तरं नपुंसकलिङ्गे यथा तत् ते तानि तत् ते तानि इदम् इमे इमानि. वस्तुतः पार्श्वे यत् अस्ति अतः एतत् एते एतानि एतत् एते एतानि इत्यस्मिन् अर्थे इदम् इमे इमानि. अनन्तरं तृतीय तस्मात् आरभ्य सप्तमीपर्यन्तं समानमस्ति सर्वं नपुंसकलिङ्गे पुल्लिङ्गे च. अस्तु तर्हि अवधेयम् अवधेयमिति अस्ति अत्र के सन्ति. अस्तु अग्रे नताशा भगिनी पठतु कृपया अवधेयम्. अस्तु महोदय. सर्व अन्य तद् एतद् यद् इदं किम् अस्मद् युष्मद् भवत् इत्यादयः शब्दाः सर्वनामशब्दाः इति उच्यन्ते. सर्वनामशब्दाः विशेषणानि भवन्ति. एतेषु बहूनां विभक्तिरूपाणि तेषां प्रयोगं च गीतासोपानस्य प्रथमभागे भवन्तः ज्ञातवन्तः. अस्मिन् पाठे विशेषतया इदं शब्दस्य प्रयोगः कृतः अस्ति. महोदय महोदय सर्वनामशब्दाः बहुवचन पुल्लिङ्ग विशेषणानि नपुंसकलिङ्ग भवत्याः प्रश्नः अस्ति वा अथवा मम सर्वनामशब्दाः एतद् वाक्ये सर्वनामशब्दाः बहुवचनः अस्ति सत्यम् अस्तु विशेषणानि नपुंसकलिङ्ग अस्तु अत्र किमस्ति सर्वनामशब्दाः इति शब्दः पुल्लिङ्गशब्दः अस्ति सर्वनामशब्दः इति पुल्लिङ्गशब्दः पुल्लिङ्गशब्दः विशेषणानि इति सर्वनाम इत्यस्य नाम वस्तुतः तत्र विशेषणानि विशेषणमिति नियतलिङ्गशब्दः अस्ति विशेषनिग्धशब्दः नास्ति अत्र विशेषणमिति नपुंसकलिङ्गशब्दः शब्दः इति पुल्लिङ्गशब्दः इदमेव अस्ति नाम या तत्र यल्लिङ्गं या विभक्तिः यद् च वचनं भवति एतत् सर्वम् अत्र न भवति विशेषणविशेषभावः अत्र नास्ति सर्वनामशब्दाः शब्दः इति नियतलिङ्गशब्दः विशेषणशब्दः अपि नियतलिङ्गः अस्ति नियतलिङ्गशब्दः तस्य लिङ्गपरिवर्तनं न भवति नियतलिङ्गशब्दः यत्र नियतलिङ्गशब्दः इत्युक्ते तस्य लिङ्गपरिवर्तनं न कदापि भवति यत्र लिङ्गपरिवर्तनं भवति तत्र विशेष्य निघ्नशब्दः इति वदामः विशेष्य निघ्नः अत्र सर्व अन्य तद् एतद् यद् इदं किम् अस्मद् युष्मद् भवत् इति रूपाणि वयं जानीमः नूतनं किमपि नास्ति केवलम् इदं शब्दः इति नूतनशब्दः अस्ति अग्रे किञ्चित् समयः अस्ति मासचूसेट्स् सुब्रह्मण्यं महोदय तत्र अग्रे पठतु कृपया अभ्यासः महोदय अधः कानिचन वाक्यानि सन्ति तेषु अधोरेखाङ्कितं शब्दम् उद्दिश्य किं शब्दस्य उचितानि रूपाणि उपयुज्य प्रश्नवाक्यानि लिखत कृष्णः सेनयोरुभयोर्मध्ये रथं स्थापितवान् कः सेनयोरुभयोर्मध्ये रथं स्थापितवान् समीचीनमस्ति विजिन्य सुब्रह्मण्यमहोदय तत्र अग्रे पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति अत्र महोदय करोति खलु पुष्पभगिनी तत्र तस्य इदानीं मदनं भविष्यति महोदय वदतु गतासून् अत्र शब्दः अस्ति असुः असुः इति शब्दः पुल्लिङ्गशब्दः असुः जीवः इति अर्थः जीवः करोतु भोः अस्तु पद्मा भगिनी सायं करोतु कः अत्र पुष्पभगिनी अहं भवत्याः नाम आह्वयामि यदा भवत्याः समयः भवति खलु अस्मिन् केवलम् अस्मिन् वर्गे न सर्वदा तथा अस्ति इदानीं विजिन्य सुब्रह्मण्यमहोदय तत्र अत्र किमस्ति सर्वनामपदमस्ति कः खलु अत्र आसून् इत्यस्य का विभक्तिः किं वचनम् आसुः पुल्लिङ्ग बहुवचनं द्वितीयबहुवचनं हा द्वितीयबहुवचनमस्ति तर्हि कः इति पुल्लिङ्गे तस्य रूपं तथा वदतु कः कौ का किं न किं कौ कान् कान् पण्डिताः हा हा हा कान् वदतु इदानीं पण्डिताः काञ्चन अनुशोचन्ति हा इति अस्ति कान् कान् च गतासून् अगतासून् इति कान् कान् अस्ति हा अस्तु पुष्पा भगिनी अग्रिमं महोदय असुः इति जीवः जीवः अस्तु अस्तु उल्बेन गर्भः आवृतः केन गर्भः आवृतः समीचीनमस्ति आवरणम् इति आवृतः सर्वे अवगच्छन्ति आवरणम् इति आवृतः गर्भः आवृतः केन उल्बेन उल्बेन सर्वे जानन्ति वा एतत् सर्वं इत्युक्ते गर्भस्यूतः महोदय नाम तत्र यत्र गर्भः आवृतः उल्बेन गर्भः इति अत्र गर्भः इति प्रायः एम्ब्रियो इति अर्थः गर्भेन आवृतः तत्र यत् मेम्ब्रेन् सराउण्ड्स् दि एम्ब्रियो तादृश अर्थः अस्ति उल्बेन किञ्चित् तक्निकी तत्र टेक्निकल् अस्ति उल्बेन गर्भः आवृतः अस्तु अग्रे गच्छेम इदानीं सन्ध्या भगिनी अग्रे पठतु हरिः पार्थाय ईश्वरम् ऐश्वर्यं रूपं दर्शयामास इति लिट्लकारः दर्शयामास इति लिट्लकारः भूतकालस्य अर्थः भूतकाले हरिः पार्थाय हरिः नाम कृष्णः पार्थसारथि इति अर्जुनः अर्जुनः अत्र का विभक्तिः अस्ति पार्थाय हा तर्हि तस्य सर्वनामं वदतु सर्वनामपदं कस्मै हा वदतु वाक्यं हरिः हरिः कस्मै ईश्वरं रूपं दर्शयामास समीचीनमस्ति अस्तु अग्रे इदानीं पद्मा भगिनी वदतु तपस्थिभ्यः योगी अधिकः केशयः योगिः अधिकः न न अत्र का विभक्तिः अस्ति आम् चतुर्थी प्रश्न वा पञ्चमी प्रश्न वा अत्र पञ्चमी अस्ति तपस्थिभ्यः योगी अधिकः पञ्चमी विभक्ति पञ्चमी बहुवचनं वदतु तत्र सर्वनामपदं किं केभ्यः योगी अधिकः इति तुलना अस्ति तावदेव समीचीनमस्ति अस्तु अग्रे नताशा भगिनी पठति वा अस्तु जातस्य मृत्युः ध्रुवः कस्य मृत्युः ध्रुवः समीचीनमस्ति जातस्य नाम यस्य जन्म जातं नाम सर्वेषां मृत्युः ध्रुवः भवति एव स्थिरः भवति एव ध्रुवः निश्चितः यथा तारा ध्रुवतारादि जानाति आकाशे ध्रुवतारा इतस्ततः न गच्छति ध्रुवः अस्तु विजिनी महोदय अग्रे अर्जुनः विषादेन रथोपस्थे उपविशत् अर्जुनः विषादेन रथोपस्थे तस्य का विभक्तिः सप्तमी तर्हि सप्तमी करोतु अर्जुनः विषादेन के सप्तमी करोतु न सप्तमी सप्तमी मेसचूसेट्स् महोदयः सहायं करोतु अर्जुनः सप्तमी अस्ति कस्मिन् महोदय वदतु अर्जुनः विषादेन कस्मिन् उपविशत् अथवा कस्मिन् अथवा कुत्र अस्तु सहदेव महोदय अग्रे कल्याणकृत् दुर्गतिं न गच्छति कल्याणकृत् प्रथमाविभक्तौ अस्ति प्रथमा तर्हि तस्य सर्वनामपदं किं प्रथमाविभक्तौ आम् कः कः दुर्गतिं न गच्छति अस्तु सुन्दरं सुन्दरं सम्यक् अभ्यासः जातः समयः जातः अस्ति इतः अग्रे सदेम अग्रे मे सुतारे अस्तु सर्वेषां धन्यवादः नमस्कारः धन्यवादः धन्यवादः पुनः मिलामः धन्यवादः नमस्कारः